सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः। इदानीं तत्र अस्मिन् करपत्रे तत्र केचन उदाहरणानि सन्ति। बेसिक्लि तत्र सार्वधातुप्रक्रिया अर्धधातुप्रक्रिया धातोः यः विधीयन्ते तस्य विषये तत्र उदाहरणानि सन्ति। सो धातोः अनन्तरं मुख्यतया तत्र तिङ्प्रत्ययाः अपि च कृत्प्रत्ययाः विधीयन्ते। तिङ्प्रत्ययः साक्षात् न विधीयन्ते, तेषां कृते लकारः कारणं भवति, इत्युक्ते तेषाम् आदेशः लस्य स्थाने भवति। सो प्रथमे तत्र लकाराः धातोः विधीयन्ते, साक्षात् धातोः विधीयन्ते, इत्युक्ते वन्विषे विधीयन्ते, तत्र सूत्रमस्ति। सो तिङ्क् धातोः अनन्तरमपि तिङ् प्रत्ययः आयान्ति, परन्तु लस्य स्थाने आयान्ति। सो तत्र तस्य तिवादयस्य कृते तत्र लकारः एव कारणं भवति, लः स्थाने तेषाम् आदेशः भवति। परन्तु कृत्प्रत्ययः तु कुत्रचित् केचन कृत्प्रत्ययः लस्य स्थाने सन्ति, यथा लटः शत्रुशानच, सः लटः स्थाने शत्रुशानच् तत्र विकल्पः अस्ति अस्माकं कृते, अस्माकं सविधे। परन्तु केचन कृत्प्रत्ययाः साक्षात् धातोः एव तेषां विधानम् अस्ति। अनन्तरं तत्र ये धातोः विधीयन्ते, अपि च अस्माभिः पठितं तत्र ये प्रातिपदिकाः सन्ति येषां शब्दसमूहानां कृते प्रातिपदिकसंज्ञा अस्ति, तेषाम् अनन्तरं तत्र सुपागन्तुं शक्यते, स्त्रीप्रत्ययः आगन्तुं शक्यते, अपि च तदित् प्रत्ययः। अनन्तरं तत्र यः अस्माकं विषयः तु धातुः अस्ति, धातोः अनन्तरं तत्र विकर्णः अपि तेषां विधानमपि अस्ति, अपि च तत्र द्वादश धातुप्रत्ययः सनादिप्रत्ययः अपि सन्ति। ते सनादिप्रत्ययः यद्यपि तेषां विधानं तृतीयाध्याये अस्ति, तथापि तत्र धातोः अधिकार पूर्वे धातोः अधिकारसूत्रस्य पूर्वे एव तत्र धातु सनादिप्रत्ययानां तत्र विधिः दत्तम्। अतः तत्र केचन शब्दाः येषां ये प्रातिपदिकाः सन्ति तेषाम् अनन्तरमपि सनादिप्रत्ययस्य विधानम् अस्ति ग्रन्थे। ये धातोः प्रत्ययः विधीयन्ते तेषां प्रथमे तत्र सार्वधातुक अपि च अर्धधातुक् इति तत्र विभागः अस्ति। सार्वधातुकप्रत्ययेषु अस्माभिः तत्र सर्वदा तत्र पित् अपित् एव द्रष्टव्यं। पित् अपित् इति प्रयोजनं पित्वम् अपि च पित्वस्य प्रयोजनं केवलं सार्वधातुकप्रत्ययेषु दृश्यते मुख्यतया, इत्युक्ते तत्र सर्वदा अष्टाध्यायीग्रन्थे अपवादाः सन्ति, परन्तु विशेषरूपेण वदामः चेत् पित्वम् अपित्वं केवलं सार्वधातुप्रत्ययेषु एव तत्र लभ्यते, तेषां प्रयोजनं मुख्यतया तत्र एव विधीयते। अतः यः तिङ् अपि च षित् प्रत्ययाः ते सर्वे सार्वधातुप्रत्ययाः, तत्र एव अस्माभिः पित् इति तत्र दृष्टम्। ये षित् अपि च तिङ् विहाय ये अन्यप्रत्ययाः धातोः विधीयन्ते तेषां विषये अस्माभिः प्रथमे तत्र कित्नित् द्रष्टव्यं, कित्नित् अस्ति चेत् तत्र गुणस्य बाधा भवति, अनन्तरं नित् नित् अस्ति चेत् तत्र गुणकार्यस्य अपेक्षया वृद्धिकार्यस्य तत्र अस्माभिः चिन्तनं करणीयम्। तत्र वृद्धिः भवितुं शक्नोति, अतः नेतनेत् प्रत्ययः अपि विशेष अर्धधातुप्रत्ययः, कित्नित् अपि विशिष्ट अर्धधातुप्रत्ययः। किमर्थं विशिष्टं? तत्र गुणवृद्धिः इत्यस्य बाधा भवति. अपि च कित्वस्य नित्वस्य अन्यानि प्रयोजनानि अपि सन्ति. केवलं गुणवृद्धिबाधा इति एव ते कित्वस्य नित्वस्य प्रयोजनं नास्ति. कुत्रचित् कित् आधारीकृत्य सम्प्रसारणं कार्यमपि भवति. नित् आधारीकृत्य अपि केचन विशिष्टधातु अनन्तरं सम्प्रसारणं भवति. अतः परन्तु अहि एतावता यत् पठितं कित्वस्य नित्वस्य प्रयोजनमस्ति, गुणवृद्धिः इत्यस्य कृते बाधा. सो तत्र मूलरूपेण औत्सर्गिकरूपेण जनरल् नियम आधारेण तत्र बाधा भवति गुणस्य कृते, वृद्धिः इत्यस्य कार्यस्य कृते. अपि च तत्र एकम् अन्यत् केटेगरी अस्ति अर्धधातुप्रत्ययेषु, यः न तु कित् न नित् न नित् न इत्. सो ते सर्वे असामान्य अर्धधातुप्रत्ययः. तत्र किमपि विशिष्टकार्यं तत् आधारीकृत्य न भवति. अतः सामान्य अर्धधातुप्रत्ययः तित् अर्धधातुप्रत्ययः सार्वधातुप्रत्ययः इव अस्ति. यथा सार्वधातु पित् प्रत्यय आधारीकृत्य तत्र गुणकार्यं भवति, तथैव कित्नित् नित्नित् भिन्न यः प्रत्ययः, यः विशिष्टप्रत्ययः नास्ति अर्धधातुप्रत्ययेषु, तत्रापि गुणकार्यं भवति. सो इति यदा वयं तत्र कोऽपि धातु अनन्तरं यत्किमपि प्रत्ययः, सः कृत् वा कृत् भवतु वा तिङ् भवतु वा, तत्र एतादृशः वर्गे एतादृशः अस्माभिः स्वभावः, तस्य परिशीलनं कृत्वा एव तत्र अग्रे तत्र कार्यस्य विषये चिन्तनं करणीयम्. सो आदौ एव सः तिङ् अर्धधातुक् अस्ति वा सः कृत् अर्धधातुक् अस्ति, तत्र अर्धधातुप्रक्रिया भवति. तथैव तत्र तिङ् सार्वधातुक् तिङ् वा कृत् सार्वधातु कृत्वा तत्र सार्वधातुप्रक्रिया भवति. इदानीं वयं जानीमः सार्वधातुप्रक्रियायां गणचिन्तनम् अवश्यं तत्र अस्माभिः करणीयं, कस्य गणस्य धातुः अस्ति. किमर्थं चेत् सार्वधातुप्रक्रियायां कर्तरि शप् इत्यस्य सार्वधातुके इत्यस्य प्रसक्तिः अस्ति, अतः सः तिङ् सार्वधातुक् वा कृत् सार्वधातुक्, तत्र तु घनचिन्तनं करणीयम् एव. तत्र घनविकरणप्रत्ययः मध्ये आयान्ति, परन्तु अर्धधातुकविषये घनचिन्तनम् अनावश्यकं, न करणीयं, न योजनीयं. विकरणप्रत्ययः धातु कस्य गणस्य धातु अस्ति इति तत्र चिन्तनम् अनावश्यकं. किमर्थं चेत् तत्र कर्तरिशप् इत्यस्य प्रसक्तिः एव नास्ति. कर्तरिषप् इत्यस्य प्रसक्तिः केवलं सार्वधातुके परे एव, साक्षात् सार्वधातुप्रत्ययः परे अस्ति, तदा एव कर्तरिषप् इत्यस्य प्रसक्तिः भवति. अतः मात्रा किं कृतं, सार्वधातुप्रक्रिया अर्धधातुप्रक्रिया, बिकास् एतत् संज्ञायाः प्रयोजनं तदेव अस्ति. किमर्थं महर्षिः तत्र सार्वधातुक् इति संज्ञा दत्तम्, अर्धधातु इति संज्ञा दत्तं, ये प्रत्यया धातोः विधीयन्ते तेषां कृते. सो धातोः अनन्तरं यत् किमपि प्रत्ययः आयाति तस्य सार्वधातुक् नो चेत् अर्धधातुक् इति नामकरणं तु भवति एव. सो सः विकरणं भवेत्, सः तिङ् भवेत्, सः कृत् भवेत् वा सः सनादि भवेत्, तस्य कृते सार्वधातुक् अर्धधातुक् संज्ञा तु अस्ति एव तत्र. किमर्थं चेत् अत्र यत्र तिंशत् सार्वधातुक् इति संज्ञा दत्तं, तत्र धातोः इत्यस्य अधिकारः अपि अस्ति. सो धातोः अनन्तरं यः प्रत्ययः तस्य सः शित् अथवा तिङ् अस्ति चेदेव तस्य सार्वधातुक्. इत्युक्ते भिन्नरीत्या वदामः चेत् सुप् विषये सार्वधातुक अर्धधातुप्रत्यय सार्व इति नामकरणं नास्ति. स्त्रीविषये तादृशनामकरणं नास्ति. तदित् विषये सार्वधातुक अर्धधातुक् इति नामकरणं नास्ति प्रत्ययस्य. केवलं धातोः अनन्तरं ये के अपि प्रत्ययाः विधीयन्ते तेषां कृते एतादृशनामकरणमस्ति. सो तृतीय अध्याये यानि सूत्राणि सन्ति प्रत्ययस्य विषये, तत्र एव एतादृशनामकरणस्य प्रयोजनं दृश्यते. अपि च यत्र अङ्गस्य अधिकारः अस्ति 641 आरभ्य, तत्र अपि सूत्राणि तादृशानि एव तत्र निर्मितानि. सो सार्वधातुप्रत्यय आधारीकृत्य कार्यम्, अर्धधातुप्रत्यय आधारीकृत्य कार्यम्. सो सर्वदा स्मर्तव्यं. सार्वधातुक अर्धधातुक इति संज्ञा केवलं तेषां प्रत्ययानां कृते एव स्तः ये ये धातोः विधीयन्ते. अन्येषां प्रत्ययानां कृते एतादृशनामकरणं नास्ति. यथा अपि सार्वधातुकप्रत्ययः अस्ति तथैव कित्नित् आर्धधातुकप्रत्ययः अस्ति. कित्नित् आर्धधातुकप्रत्ययनिमित्तीकृत्य गुणकार्यस्य बाधा भवति. सार्वधातुक अपित् प्रत्ययः निद् वद् अस्ति, निद् इव अस्ति, अतः तत्रापि गुणस्य बाधा भवति. सो यदा वयं प्रक्रिया प्रति गच्छामः तदा प्रथमसोपानि एव प्रत्ययस्य स्वभावः कः इति अस्माभिः परिशीलनीयं. सो तत्र किमर्थं चेत् अङ्गे यः कार्यं भवति, अङ्गस्य यः कार्यं भवति, तत्र तस्य कृते निमित्तं तु प्रत्ययः एव अस्ति. अतः प्रत्ययस्य स्वभावः अस्माभिः स्पष्टतया तत्र मनसि तत् भवेत्. अपित् अस्ति चेत् किं भवति, पित् अस्ति चेत् किं भवति, कित्नित् अस्ति चेत् तस्य किं प्रयोजनं, नित्नित् अस्ति चेत् सर्वदा तत्र आदौ वृद्धिकार्यस्य विषये एव चिन्तनीयम्. अनन्तरं यदि वृद्धिप्रसङ्गः नास्ति, गुणप्रसङ्गस्य विषये द्वितीयसोपाने तत्र गुणप्रसङ्गविषये तत्र चिन्तनीयं. सो इदानीम् अपि वयं तत्र वृद्धिविधायकसूत्राणि, ये सूत्रद्वयं तत्र धातोः अनन्तरं येषां प्रयोगः भवति, तेषां विषये इदानीम् अत्र पठामः. द्वितीयचित्रमस्ति, तत्र प्रत्ययसहि सूत्रं सहि दत्तं. सार्वधातुकम् अपि धन् किनिति च, सार्वधातुक अर्धधातुकयोः, पुगन्तलघुपदस्य च, एतानि सर्वाणि सूत्राणि तत्र मनसि निधाय तत्र अग्रे तत्र कार्यं प्रक्रिया प्रत्य तत्र चिन्तनं कुर्मः. अस्तु, इदानीं तत्र अचोणिनीति इति सूत्रम् अस्ति. सो अचोणिनीति इति सूत्रं सप्तम अध्याये, सो 641 आरभ्य तत्र अङ्गस्य अधिकः वर्तते. सप्तम अध्यायस्य अन्तपर्यन्तम् अहं चिन्तयामि तत्र अङ्गस्य अधिकारः. सो चतुर्षु पादेषु अङ्गस्य अधिकारः अस्ति. सो अत्र एव अङ्गाधारीकृत्य कार्यं भवति. सो यस्मात् प्रत्ययः विधि तदादिप्रत्यये अङ्गम् इति सूत्रेण तत्र अङ्गसंज्ञा भवति. सो प्रत्ययस्य यत्र प्रत्ययः विधि अस्ति, प्रत्ययस्य प्राक् यस्मात् सः प्रत्ययः विधीयते, इत्युक्ते धातोः विधीयते वा प्रातिपदिका इति वा, तत् प्रथमवर्ण आरभ्य प्रत्ययस्य प्रथमवर्णपर्यन्तं यत् भागं तस्य अङ्ग इति संज्ञा अस्ति. अतः प्रातिपदिके विषये अपि तत्र अङ्गसंज्ञायाः प्रयोजनम् अस्ति. सो अत्र 641 आरभ्य न केवलं धातुरूपी अङ्गम् अपि च प्रातिपदिकरूपी अङ्गस्य अपि तत्र सूत्राणि सन्ति. अस्माकं विषयः तु धातु अस्ति, तस्य विषये अचोणिनी अपि च आत्दायाः इति सूत्रस्य प्रयोजनम् अस्ति. अतः अत्र पश्यामः कथम् अत्र सूत्रं किं वदति. अस्तु, कः प्रारम्भं करोति? चेतना भगिनी पठतु भगिनी, सूत्रं पठतु. अचो इणिति सप्तम्याध्याये द्वितीयपादे पञ्चदशाधिक एकशतं सूत्रम्. अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति णिति प्रत्यये परे. एतत् सूत्रं वदति, सम्पूर्णसूत्रम् एकवारं पठतु भगिनि अनन्तरं. येन विधि येन विधिस्तदन्तस्य प्रथमाध्याये प्रथमपादे द्विसप्तति तिम सूत्रम् इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः य च न च यणौ यणौ इतौ यस्य तत् इणित् तस्मिन् इणिति द्वन्द्वगर्भ बहुव्रीहि समासः अचः षष्ट्यन्तम् इणिति सप्तम्यन्तम् द्विपदमिदं सूत्रम् मृजेर्वृद्धिः सप्तमे अध्याये द्वितीयपादे चतुर्दश अधिकम् एकशतम् इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य षष्टाध्याये चतुर्थपादे प्रथमसूत्रम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः इणिति इति वदतु सूत्रस्य कः अर्थः अजन्ताङ्कस्य अन्त्यवर्णस्य वृद्धिः भवति प्रत्ययः इत् अपि च णित् अस्ति चेत् अचो युणिति इति सूत्रेण वृद्धिः भवति न तु गुणकार्यम् वृद्धिः भवति महोदय कस्य वृद्धिः भवति इगन्त अत्र इगन्त कुत्र अस्ति भगिनि अत्र इगन्त नास्ति अत्र अजन्त लिखितं न अजन्त अजन्त अजन्त अङ्गस्य अङ्गम् अजन्तं भवेत् अपि च सः अन्ते भवेत् तदपि उक्तमस्ति सः अच्वर्णः अङ्गस्य कुत्र भवेत् अङ्गस्य अत्र अधिकारः अस्ति अङ्गस्य अङ्गं तु तत्र शब्दसमूहः अस्ति अङ्गं वदामः चेत् प्रत्ययस्य प्राक् यत् भागम् अस्ति तस्य अङ्ग इति संज्ञा अस्ति सो तत्र तु शब्दसमूहः वर्तते सः अतः सः अजन्त सः अच्वर्णः कुत्र भवेत् तदपि उक्तमस्ति अन्त्ये भवेत् अन्त्यवर्णस्य अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः इत्युक्ते अङ्गस्य अन्तिमवर्णः यदि कोऽपि अच्वर्णः अस्ति तस्य वृद्धिः भवति नीतिनीति प्रत्ययपरे यदि सः आल्रेडि वृद्धिसंज्ञक वर्णः अस्ति चेत् तत्र किमपि प्रसक्तिः एव न तत्र किमपि कार्यं नास्ति अच्वर्णेषु तत्र अच्वर्णेषु वृद्धिसंज्ञक वर्णाः अपि सन्ति यदि आल्रेडि तत्र अङ्गस्य अन्तिमवर्णः कोऽपि वृद्धिवर्णः अस्ति के वृद्धिसंज्ञक वर्णाः भगिनि ऐ औ सूत्रं किमस्ति वृद्धिरादेच् वृद्धिः आत् एच् वृद्धिरादेच् इत्युक्ते विसर्गस्य रेफादेशः भवति वृद्धिरादेच् इति तत्र श्रूयते परन्तु वृद्धिः आत् एच् सो एच् प्रत्याहारे के वर्णाः ऐ औ अपि च आत् इत्यत्र दीर्घाकारः अत्र तपर्करणमस्ति अस्मिन् सूत्रे ग्रन्थस्य प्रथमसूत्रमेव वृद्धिराधेच् सो वृद्धिराधेच् इत्यनेन वृद्धिः तदेव वृद्धिः अस्ति सो यत्र यत्र अग्रे ग्रन्थे वृद्धिः इति तत्र तु संज्ञा अस्ति वृद्धिः इति संज्ञा नामकरणम् अस्ति यथा अङ्गम् इति संज्ञा अस्ति तथैव वृद्धिः इति संज्ञा अस्ति सो केचन वर्णानां कृते वृद्धिः इति संज्ञा अस्ति दीर्घाकारः ऐकारः औकारः तेषां कृते वृद्धिः इति संज्ञा अस्ति सो अङ्गस्य अन्तिमवर्णः अच् अस्ति चेत् तस्य वृद्धिः भवति कदा भवति निमित्तम् अस्ति णिति परे सो कोऽपि णित् प्रत्ययः अस्ति वा अणित् प्रत्ययः अस्ति तत्र अङ्गस्य कृते यदि अजन्ताङ्गम् अस्ति तदा एव तत्र वृद्धिः भवितुं शक्नोति इति सूत्रं वदति. सो अत्रापि अचः अङ्गस्य वृद्धिः, अपि च अग्रे पठतु, अग्रे किम् अस्ति, द्वितीयवाक्ये किं लिखितम्? येन विदस्तदन्तस्य वदति अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य. इत्युक्ते येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः भगिनि? कुत्र एतस्य प्रयोजनं भवति? केवलम् अन्तिम अजन्तवर्णस्य वृद्धिः भवति, न तु पूर्णपदस्य पूर्ण तत्परि तत् व्याख्या तु अलो अनन्तस्य इत्यनेन येन विधिस्तदन्तस्य इति सूत्रेण किम्? कुत्र कुत्र येन विधि एतत् परिभाषासूत्रम् अस्ति, कथं जानीमः अत्र येन विधि तदन्तस्य इत्यस्य तत्र प्रयोगः अस्माभिः करणीयं? कस्य विषये अत्र भ्रमः अस्ति? अनुवृत्तिसूत्रं किम् अस्ति? अजन्तस्य अङ्गस्य वृद्धिः नीतिनीति इति अनुवृत्तिसहितसूत्रम्. अचः अङ्गस्य वृद्धिः नीतिनीति. सो अत्र कः भ्रमः जायते, यस्मात् कारणात् तत्र येन विधि तदन्तस्य इति सूत्रम् आगत्य तत्र नियमः करोति? केवलम् एतत् अनुवृत्तिसहितसूत्रं पठामः चेत् अचः अङ्गस्य वृद्धिः नीतिनीति, अत्र कोऽपि भ्रमः जायते वा? कुत्र वृद्धिः करणीयम् इति. सो अनेन सूत्रेण येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः, परिभाषासूत्रस्य प्रसक्तिः विषये तत्र कथं चिन्तनीयं, किं तत्र अस्ति? अस्माभिः पूर्वे कुत्रचित् पठितम्, आदौ एव कुत्रचित् पठितम्. अत्र येन इत्यनेन किं भगिनि? येन, येन इत्युक्ते येन तृतीयन्तम् अस्ति. तेन किं, येन इत्युक्ते बै विच् इति. सो किं, कस्य अत्र रिप्रेसेण्टेशन् अस्ति येन इत्यनेन? वाट् डस् दिस् येन रिप्रेसेण्ट् हियर् इन् दिस् सूत्र? न जानामि महोदय. कोऽपि अन्य वक्तुम् इच्छति वा? अत्र बेसिक्लि एतत् सूत्रं न केवलं परिभाषासूत्रम्, अपि च अत्र तदन्तविधिः, अस्य सूत्रस्य अन्यनाम अस्ति तदन्तविधिः. सो तदन्तविधिः इत्युक्ते तदन्तविधि येन, अत्र येन विशेषणेन, येन दिस् पदमम् अस्मिन् सूत्रे, परिभाषासूत्रे, एतस्य सूत्रस्य प्रयोगः बहुत्र भवति विधिसूत्रेषु. किमर्थं चेत् एतत् परिभाषासूत्रम् अस्ति. सो बहुत्र सूत्रेषु यथा तत्र सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च, तत्रापि न पुगन्तलघुपदस्य च तु उब्धायां कार्यमस्ति, तत्रापि येन विशेषणेन, सो विशेषणेन इति तत्र येन इत्यस्य रिप्रेसेण्टेशन् अस्ति. येन इत्युक्ते विशेषणेन, येन विशेषणेन विधिः कार्यम् उक्तमस्ति कुत्रचित् विधिसूत्रेषु. विधिसूत्रेषु यदा तत्र विशेषणेन कार्यम् उक्तमस्ति, विधिः उक्तमस्ति, तत् विधिः तदन्तस्य भवति. तदन्तस्य इत्युक्ते यस्य अन्ते सः विशेषणम् अस्ति, तस्य अन्ते तदन्तविधिः अस्ति. सो सर्वदा यदा वयं कोऽपि विधिसूत्रं पठामः, अत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा, तस्य कृते किं द्रष्टव्यम्? अनुवृत्तिसहितसूत्रं तत्र पठनीयं. यदि अनुवृत्तिसहितसूत्रे यस्य विधिः, अत्र कस्य कृते विधिः, कस्य वर्णस्य वृद्धिः अस्ति भगिनि? अजन्तस्य, अच् वर्णस्य, अत्र अचः अङ्गस्य, सो अचः इति यः यस्य कृते विधि उक्तम् अस्ति सः विशेषणं भवति, कस्य कृते विशेषणम् अस्ति? अचः इति पदं षष्ठ्यन्तम् अस्ति, सो कस्य विशेषणं भवति अचः इति? न इति नीति तु सप्तमी अस्ति, विशेषणविशेषभावः कुत्र अस्ति अत्र अस्मिन् वाक्ये? अचः अङ्गस्य वृद्धिः, अङ्गस्य अङ्गस्य अङ्गस्य यत् यत् वचनं या विभक्ति यत् लिङ्गं विशेषस्य तत् वचनं सा विभक्ति तत् दिस् किं लिङ्गं विशेषणस्य सो षष्ठ्यन्तम् अङ्गस्य इति अस्ति. अचः अपि षष्ठ्यन्तम् अस्ति. कीदृश अङ्गस्य वृद्धिः? अचः अङ्गस्य वृद्धिः. सो विशेषणम् अत्र अचः अस्ति. अचः इत्यनेन एव विधिः उक्तमस्ति. अत्र अत्र विधि यस्य कृते विधि अस्ति सः विशेषणरूपेण सूत्रे विधीयते, विशेषणरूपेण अस्ति. इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः, तत्र अपि अङ्गस्य विशेषणं भवति इकः. सो इकः तत्र अपि विशेषणरूपेण विधिः, इकः स्थाने एव तत्र गुणः अस्ति, इक् वर्णानाम् एव गुणः भवति तस्मिन् सूत्रे. परं तत्र अपि यः विधिः उक्तम् अस्ति, यस्य वर्णस्य विधिः उक्तम् अस्ति, सः विशेषणरूपेण अस्ति. सो यस्मिन् यस्मिन् विधिसूत्रे यस्य वर्णस्य कृते विधिः उक्तं, कार्यम् उक्तम् अस्ति, अत्र अच् वर्णस्य विषये कार्यमस्ति, तत् कार्यमस्ति वृद्धिः, तत् अचवर्णस्य वृद्धिः करणीयम्. नितिनीति तु निमित्तम् अस्ति. कदा अचवर्णस्य वृद्धिः भवति? यदा तस्य परे नितिनित् प्रत्ययः अस्ति. सो नितिनीति सप्तम्यन्तं प्रत्ययः अस्ति, निमित्तम् अस्ति. वृद्धिः प्रथमान्तं, सो वृद्धिः इति कार्यम्. अङ्गस्य इति षष्ठ्यन्तम्, अचः अपि षष्ठ्यन्तम्. सो कीदृश अङ्गस्य वृद्धिः? अचः अङ्गस्य वृद्धिः इति वदति. अतः यत्र यत्र विधिसूत्रे विशेषणविशेष विधिः यस्य कृते विधिः अस्ति सः विशेषणरूपेण तत्र विधीयते तस्मिन् विधिसूत्रे, तत्र तत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः भवति. सर्वदा तदेव अस्ति. तथा एव वयं तत्र चिन्तनं कुर्मः, ओहो अत्र तु येन विधिस्तदन्तस्य इत्यस्य आवश्यकता भवति एव. किमर्थं चेत् अत्र यस्य कृते विधिः सः तु विशेषणरूपेण अत्र दत्तमस्ति. विशेषणरूपेण तत् षष्ठ्यन्तं पदम् अस्ति, परन्तु विशेषणरूपेण अस्ति अङ्गस्य वृद्धिः. अतः तत्र तदन्तविधिः भवति. सो सः विशेषणं यस्य अन्ते यस्य अङ्गस्य अन्ते अस्ति सः विशेषणं, सः विशेषणम् अङ्गस्य अन्ते भवतु इति एतत् सूत्रं वदति. विशेषणं कुत्र भवतु? तत्र अङ्ग अन्ते भवतु इति तत्र आयास्यति. अनन्तरं तत्र अलो अनन्तस्य इत्यनेन सः विशेषणं अन्तिम वर्णः तत्र भवेत्. कोऽपि यदि विशेषण अत्र तु विशेषण वर्ण अच् वर्णः अस्ति, एकमेव वर्णः अस्ति. कुत्रचित् विशेषण मे बि शब्दसमूहः भवितुं शक्नोति, परन्तु अलो अनन्तस्य इत्यनेन षष्ठीनिर्दिष्टम् अलो अनन्तस्य इति सूत्रस्य किं तत्र यः व्याख्या अस्ति? अलो अनन्तस्य इत्यनेन षष्ठीनिर्दिष्टम् आदेशः, षष्ठीस्थाने निर्दिष्टम् आदेशः प्रायशः इत्युक्ते औत्सर्गिकरूपेण अन्तिम अलवर्णस्य एव सः भवति. सो अत्र षष्ठीनिर्दिष्टम् आदेश, अत्र यः विधिः अस्ति तत्र षष्ठ्यन्तं पदम् अस्ति. सो षष्ठीनिर्दिष्टम् आदेशः प्रायशः सि अलो अनन्त्यस्य इत्यस्य कृते तत्र अपवत् सूत्राणि अपि सन्ति. सो मास्तु इत्युक्ते सर्वदा तत्र अन्तिम आलस्थाने एव कार्यं न भवति. तत्र एतस्य अपवत् सूत्रमस्ति किम् अनेकाल्षित् सर्वस्य. सो कदाचित् सर्वस्य स्थाने अपि आदेशः भवति. इत्युक्ते सर्वस्य इत्युक्ते यः सम्पूर्ण अङ्गः अस्ति, अङ्गस्य यः सम्पूर्ण यः तत्र स्थानी भवति, सम्पूर्णस्य स्थाने तत्र कदाचित् आदेशः. सर्वदा अन्त्यस्य अन्त्यस्य इति एव आदेशः नास्ति. कदाचित् यः स्थानी अस्ति, षष्ठीनिर्दिष्टं यः स्थानी, प्रायशः सूत्रेषु षष्ठीनिर्दिष्टं स्थानी एव तत्र अस्ति. सो अनेकाल्षित् सर्वस्य इत्यस्य अलो अनन्त्यस्य इत्यस्य अपवाद् सूत्रमस्ति. तत् सूत्रं वदति अनेकाल आदेशः सर्वस्य स्थाने भवति. सर्वस्य इत्युक्ते सर्वस्य यः स्थानी अस्ति, तत्र सर्वे वर्णाः अपगच्छन्ति, तस्य स्थाने कोऽपि भिन्न आदेशः आयाति. अतः अलो अनन्तस्य इत्यस्य कृते अपवाद् सूत्राणि सन्ति. अतः अत्र तु कोऽपि अत्र यः वृद्धिः अस्ति, वृद्धि आदेशः यः अत्र यः आदेशः अत्र कः आदेशः अचः स्थाने वृद्धि आदेशः. वृद्धि आदेशेषु एकमेव वर्णः अस्ति, ऐदर् आ, ऐदर् ऐ, ऐदर् औ, तत्र एकमेव वर्णः अस्ति. अतः अत्र आदेशः अनेकाल आदेशः नास्ति. अत्र एकस्मिन् समये तु एकमेव आदेशः भवितुं शक्नोति. अतः अत्र अनेकाल्षित् सर्वस्य इत्यस्य प्रसक्तिः नास्ति. किमर्थं चेत् अत्र आदेशः एकाल् अस्ति, अनेकाल् नास्ति. एकाल् अनेकाल् सर्वे अवगच्छन्ति वा? न महोदय. अल् इत्युक्ते अल् सर्वे वर्णाः. सो एकाल अल् इत्युक्ते एकः अल् यस्मिन् सः एकाल आदेशः. सो यस्मिन् आदेशे एकमेव अल् वर्णः उक्तमस्ति सः एकाल आदेशः. अनेकाल आदेशः इत्युक्ते अनेकाल् दीर्घसन्धिः अस्ति. सो अनेक यस्मिन् आदेशे अनेके वर्णाः उक्ताः सन्ति चेत् सः आदेशः अनेकाल आदेशः. परन्तु अत्र अस्मिन् सूत्रे अचोनिमिति इति सूत्रे तु यः आदेशः सः तु एकाल एव अस्ति, एकाल आदेशः अस्ति. ऐदर् आ और् ऐ और् औ आदेशः. एकस्मिन् समये एकमेव वर्णः आगन्तुं शक्यते न भगिनि? सो आदेशः अत्र यः आदेशः उक्तमस्ति सः एकाल अस्ति. यथा तत्र अस्तेर्भू इति सूत्रमस्ति, अस्तेर्भू इति सूत्रमस्ति, अस् अस्ते अस् इति यः अस्ति तस्य स्थाने भू आदेशः भवति. भू आदेशः एकाल आदेशः नास्ति, भू आदेशः अनेकाल आदेशः. तत्र वर्णद्वयं बकारः ऊकारः. सो तत्र अलो अनन्तस्य इति सूत्रस्य प्रसक्तिः न भवितुं शक्नोति. सो अलो अनन्तस्य इति प्रसक्तिः यत्र एकाल आदेशः अस्ति अपि च षष्ठीनिर्दिष्टस्थानी विषये यत्र एकाल आदेशः तत्र एव सः अन्तिम अल् स्थाने एव भवति, न तु सम्पूर्णस्य स्थाने इति. अलो अनन्तस्य अन्तिम अलः अन्तस्य इति अत्र अस्ति. सो आदेशः कुत्र अस्ति? अन्तिम अल् यः सः अच् भवतु वा यः यत्र अङ्गस्य इति कार्यम् अस्ति, अङ्गस्य यः अन्तिम अल् वर्णः तत्र कार्यं करणीयं, तत्र वृद्धि करणीयं, न तु सम्पूर्णस्य स्थाने इति पुनः तत्र स्पष्टता भवति. किमर्थं चेत् अत्र षष्ठीनिर्दिष्टं कार्यमस्ति, अपि च अत्र यः आदेशः सः एकाल् अस्ति, अतः अलो अनन्त्यस्य इत्यनेन केवलम् अन्तिम अल् स्थाने एव, न तु सम्पूर्णस्य अङ्गस्य स्थाने, सम्पूर्णस्य स्थाने। तत्र अस् इति धातुः अपगच्छति, तस् सम्पूर्ण अस् अपगच्छति, तस्य स्थाने भू आदेशः भवति, अस्तेर्भू। तत्र कः सूत्रं परिभाषासूत्रम् आगत्य सहायता करोति? अनेकालशित् सर्वस्य, अनेकाल आदेशः अपि च षित् आदेशः, यस्मिन् आदेशे षित्वम् अस्ति सः सर्वस्य स्थाने भवति। सर्वस्य स्थाने यः स्थानी अस्ति, षष्ठीनिर्दिष्टं स्थानी अस्ति, तस्य सर्वस्य स्थाने भवति। सो यत्र षष्ठ्यन्तं पदम् अस्ति, सः षष्ठ्यन्तं पदं यदि कोऽपि वर्णसमूहः अस्ति, यथा अत्र यदि धातु नयामः चेत्, सपोज् णी इति धातु नयामः चेत् तत्र नकारः अपि अस्ति, इकारः अपि अस्ति। सो सम्पूर्ण अङ्गस्य वृद्धिः इति तु न उक्तम्। सो वृद्धिः इति एकाल आदेशः अस्ति, अतः अलो अनन्त्यस्य इत्यनेन तत्र सः अन्तिम अल् स्थाने, अन्तिम अल् इकारः अस्ति, अतः इकारस्य एव वृद्धिः, न तु नकारः तथैव तिष्ठति। सो अलो अनन्त्यस्य इत्यनेन अन्तिम अल् स्थाने, येन विधिस्तदन्तस्य इत्यनेन, येन इति यः लिखितमस्ति, येन विशेषणेन, यत्र यत्र विधिसूत्रे विशेषणरूपेण विधिः अस् उक्तम् अस्ति, तत्र सः तदन्त विशेषणं यस्य अन्ते, इत्युक्ते यु सि येन विधिस्तदन्तस्य इत्युक्ते केवलं विशेषणस्य स्थाने न, सः विशेषणं यस्य अन्ते, तदन्तस्य अपि, न केवलं विशेषणस्य स्थाने विधिः, परन्तु सः विशेषणं यस्य अन्ते विधीयते तस्य अपि विधिः। सो न केवलम् ई रूपी अङ्गसि इन् गतौ इति धातोः विषये एतत् सूत्रं प्रवर्तते, एतत् सूत्रं तु णी धातुविषये अपि, भूधातुविषये अपि, यत्किमपि अजन्तधातु अस्ति तस्य विषये अपि प्रवर्तते। अतः द रीच् आफ् द सूत्र एक्स्पेण्ड्स् बै दिस् विधिसूत्रं, बिकास् एतत् सूत्रं न केवलं वदति यत्र विशेषणरूपेण स्थानि दत्तम् अस्ति, तत्र सः विधिः तस्य विशेषणस्थाने तु भवति एव, परन्तु सः विशेषणं, तादृशविशेषणं यस्य अन्ते विधीयते तस्य अपि कार्यं, तस्य अपि विधिः अस्ति। सो अच् वर्णः केवलम् अच् योग नित् नित् प्रत्ययः अस्ति चेदेव वृद्धि इति न सूत्रं वदति। यस्य कस्य शब्दसमूहस्य अन्ते अच् वर्णः, तदन्त, तदन्तविधि इत्युक्ते हियर् वी आर् नाट् गेटिङ्ग् देट्, तदन्त इत्युक्ते सः विशेषणं, तद् तद् इत्यते अनेन विशेषणं, तद् विशेषणं यस्य अन्ते विधीयते तदस्ति तदन्तः, तद् अन्ते यस्य सः तदन्तः, तस्य तदन्तस्य इति तदन्तस्य इति व्याख्या अस्ति। सो न केवलं विशेषणस्य स्थाने कार्यं विधिः भवति, परन्तु सः विशेषणं यस्य अन्ते विधीयते तस्यापि कार्यं, वृद्धिकार्यं णितिनिति प्रत्यपरे। यद्यपि भू बकारः नकारः इति अत्र धातो इति किमपि न उक्तम्। सो यस्य अच् वर्णः यस्य अन्ते विधीयते तस्यापि, तस्य परे कोऽपि नित्नित् अस्ति चेत् तत्रापि वृद्धिः भवति तस्य अच् वर्णस्य स्थाने। केवलम् अच् रूपी अङ्गम् अस्ति, ई रूपी इन् गतौ इति धातुः परे णिच् प्रत्ययः योजयामः, तादृश एव तत्र यः अङ्गम् अस्ति विषय अच् रूपी अङ्गम् अस्ति, साक्षात् अच् रूपी अङ्गम् अस्ति। सो तत्र तु कार्यं भवति एव, परन्तु तदन्तस्य इत्यनेन तद् तद् इत्यनेन सः विशेषणं यस्य अन्ते अस्ति तत्रापि कार्यमस्ति, तत्रापि वृद्धिः भवति नितिनिति प्रत्यपरे इति सूत्रस्य अर्थः। सर्वैः अवगतं वा सूत्रम्? सो येन विधिस्तदन्तस्य इत्यनेन महर्षि किं तत्र तस्य किं साधनं करोति, तत्र विशेषणस्य स्थाने तु विधिः भवति एव, परन्तु सः विशेषणं तद् विशेषणं यस्य अन्ते अस्ति तत्रापि कार्यमस्ति इति तद् येन विधि तदन्तस्य. अपि च हौ टु ऐडेण्टिफै वेर् टु अप्लै येन विधि तदन्तस्य, यत्र विशेषणविशेषभावः, यः यस्य वर्णस्य विधिः उक्तमस्ति, कार्यम् उक्तमस्ति, सः विशेषणरूपेण सूत्रे उक्तमस्ति चेत् तत्र येन विधिस्तदन्तस्य इत्यस्य. सर्वदा अन्तिमालस्थाने एव कार्यं नास्ति, कुत्रचित् सम्पूर्णस्य स्थाने स्थाने अपि कार्यं भवति, परन्तु अत्र तादृशं नास्ति. अत्र तु अलो अनन्त्यस्य इत्यनेन केवलम् अन्तिमालस्थाने एव कार्यमस्ति. किमर्थं किमर्थम् अलो अनन्तस्य? बिकास् अत्र यः वृद्धिः कार्यम् उक्त आदेशः अस्ति सः एकाल अस्ति. सो एकाल आदेशः अन्तिम अलस्थाने एकाल आदेशः प्रायशः अलो अनन्तस्य इत्यनेन अन्तिम अलस्थाने एव भवति. प्रायशः इत्युक्ते औत्सर्गिक रूपेण अलो अनन्तस्य इति औत्सर्गिक रूपम् सूत्रम् अस्य कृते अपवादानि सन्ति. किञ्चित् दिस् वाट् वास् देट् अनेकाल्षित् सर्वस्य देन् णित् च इति अपि अस्ति. तत्र चत्वारि सूत्राणि सन्ति अलो अन्त्यस्य इत्यस्य सूत्रस्य कृते. एकवारं पश्यतु तत् अष्टाध्यायी डाट् काम् मध्ये अलो अनन्तस्य इति सूत्रं पश्यामः चेत् what was the sutra sankhya? kutra asti atra sutra sankhya na dattam उरनरपरः 1152 अलो अनन्तस्य निच्च एतत् अस्ति आदेपरस्य अनेकाल्षित् सर्वस्य. दीस् फोर् आर् द स्थानिनिर्दिष्टः परिभाषासूत्राणि. सो अनेकाल्षित् सर्वस्य इत्यनेन इत्युक्ते निच्च इति यः सूत्रमस्ति, यः नित् आदेशः, यस्मिन् आदेशे नित्वम् अस्ति, नकारस्य इतस्ति, कण्ठनकारस्य इतस्ति, सः अपि यद्यपि सः आदेशः एकाल् नास्ति तथापि सः अन्त्यमालस्य स्थाने एव भवति. निच्च इत्यनेन नित् आदेशः एतत् आदेशविषये अस्ति. आदेशः कीदृशः? आदेशः एकाल अस्ति चेत् प्रायशः अन्तिम अलस्थाने भवति. आदेशे नित्वम् अस्ति चेत्, कस्यचित् आदेशे नित्वम् अस्ति चेत् सः यद्यपि अनेकाल अस्ति तथापि सः अन्तिम अलस्थाने एव भवतु. अनन्तरम् अनेकाल्षित् सर्वस्य, अनेकाल्षित् सर्वस्य वदति यः आदेशः अनेकाल अस्ति अथवा यस्मिन् आदेशे शित्वम् अस्ति, शकारस्य इत् अस्ति, सः सर्वस्य स्थाने भवति, न तु अन्तिम अलस्थाने भवति. सो अनेकाल्षित् सर्वस्य इत्यस्य अपवादः अस्ति निच्च. सो यः अनेकाल आदेशः, यस्मिन् अनेकाल आदेशे नित्वम् अस्ति तथापि सः अन्तिम अलस्थाने एव भवति, न तु सर्वस्य स्थाने. अनन्तरं तत्र आदेहे परस्य तत् सूत्रमस्ति. सो एतानि चत्वारि सूत्राणि निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्त आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते. तत् सूत्रम् एकवारं पठित्वा वदामि. सो अलो अनन्तस्य निच्च अनेकाल्षित् सर्वस्य, दीस् आर् द आदेशनिर्दिष्टपरिभाषासूत्राणि. आदेशः कीदृशः? आदेशः एतत् शित् अस्ति चेत् सः सर्वस्य स्थाने भवति. आदेशः अनेकाल अस्ति सः सर्वस्य स्थाने भवति. आदेशः यद्यपि अनेकाल् परन्तु ञित् अस्ति च सः अन्तिमस्थाने एव भवति अपि च एकाल् आदेशः प्रायशः अन्तिम अल् स्थाने एव भवति. एकवारम् एतानि चत्वारि सूत्राणि पठतु एकवारम्. अपि च येन विधिस्तदन्तस्य तत् सूत्रस्य अर्थः अवगतं वा सर्वैः भगिनी? अवगतं वा? आम् महोदय. मृजर्विधिः इति सूत्रे मृज् धातुः विषये उक्तमस्ति. तत्र वृद्धिः भवति. तत्र नीतिनीति विषये एव वृद्धिः, विशिष्टधातुविषये वृद्धिः. अतः पूर्वसूत्रात् वृद्धिः इत्यस्य अनुवृत्तिः अस्ति. सो मृज् धातु अपि वृद्धिः भवति, परन्तु तत्र नीतिनीति न दत्तं. सो कदा भवति तत् सूत्रे पश्यामः, परन्तु अत्र मृज् इति धातुः विषये उक्तमस्ति. अस्तु, अग्रे अग्रे सरेम. मञ्जरी भगिनी अग्रे पठतु अत् उपदायाः. ध्वनिः श्रूयते न? आं श्रूयते भगिनि. ध्वनिः अत उपधायाः सप्तमे अध्याये द्वितीयपादे किमुक्तम्? षोडश अधिक शततमं सूत्रम्. उपधायाम् अतः वृद्धिः णिति णिति प्रत्यये परे. अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रम्. मृजिर्वृद्धिः सप्तमे अध्याये द्वितीये पादे चतुर्दश अधिकशततमं सूत्रम् इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. अचो ऋणिति सप्तमे अध्याये द्वितीयपादे पञ्चदश अधिक शततमं सूत्रम् इत्यस्मात् णिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य उपधायाः अतः वृद्धिः णिति. अत्र अत उपधायाः इति सूत्रस्य अर्थः अस्ति उपधायां अतः अस्ति तस्य अतः नाम अकारः एव अस्ति. तस्य अकारस्य वृद्धिः अस्ति. कदा? णित् अथवा णित् प्रत्ययः परे अस्ति तत्र वृद्धिः भवति. सत्यम्. अतः षष्ठ्यन्तं स्वस्थानी भवति. षष्ठ्यन्तम् अस्ति चेत् स्थाने वृद्धिः भवति. अत्र पश्यतु, उपधायाः अपि षष्ठ्यन्तम् अस्ति. सो उपधायाः अत् इति उक्तमस्ति. कीदृशः अत्? अत्र सी द अरेञ्ज्मेण्ट् आफ् लेटर्स्. अत्र अतः अङ्गस्य उपधायाः वृद्धिः निनिति इति न उक्तम्, अथवा अङ्गस्य अतः उपधायाः इति अपि न उक्तम्. अत्र यः स्थानीवर्णः सः कः भगिनि? अत्. सो अत् इति अन्ते अत्र अत् कीदृश अत्र अत् इति विशेषणम् अस्ति वा विशेष्य अस्ति? विशेष्य अस्ति. अङ्गस्य उपधायाः यः अत् अस्ति तस्य वृद्धिः भवति. अत्र यः अत् उक्तं सिदिस अरेञ्ज्मेण्ट्. अत्र अत् इति विशेष्य अस्ति. अस्य कृते विशेषणद्वयम्. एकम् अस्ति उपधायाः इति विशेषणं, द्वितीयमस्ति अङ्गस्य इति विशेषणं. सो विशेषणद्वयम् अस्ति अतः इत्यस्य कृते. सो अस्मिन् सूत्रे, विधिसूत्रे, यः स्थानी अस्ति सः विशेषणरूपेण नास्ति, सः विशेष्यरूपेण अस्ति. किमर्थं चेत् अत्र साक्षात् उक्तमस्ति कीदृशः अत्. उपधायाम् अङ्गस्य उपधायां यः अत् अस्ति सः एतस्य एव वृद्धिः. सो अत् कीदृशाकारस्य वृद्धिः? कीदृशाकारस्य वृद्धिः? उपधायां यः उपधायाः. सो उपधायाः अत् षष्ठ्यन्तम् अस्ति. सो उपधा वयं जानीमः, उपधा तु पारिभाषिकशब्दः, संज्ञा अस्ति उपधा व्याकरणशास्त्रे. उपधा इत्युक्ते किं सूत्रमस्ति, सूत्रं किम्? स्मरामि, परन्तु अन्तिमवर्णस्य पूर्वे यः वर्णः आयाति सः उपधा. कोऽपि स्मार्यति वा सूत्रं किम्? उक्तसंज्ञकसूत्रं किम्? केन सूत्रेण उपधा इति संज्ञा भवति? अलोन्तस्यात् पूर्वं पूर्व उपधा. सम्पूर्णसूत्रम् एकवारं पुनः पठतु, वदतु भगिनि. अलोन्त्यात् पूर्व उपधा. अलोन्त्यात् पूर्व उपधा, अलोन्त्यात् पूर्व उपधा. अन्त्यात् अल् पूर्वे यः अल् यः अल् वर्णः तस्य उपधा इति संज्ञा. सो कीदृशः अत् उपधायाः अत् अपि च सः सः अङ्गमपि भवेत्, इत्युक्ते तत्र प्रत्ययस्य उपस्थितिः भवेत्. सो अङ्गस्य इति अधिकारः, सः तस्य प्राक् कोऽपि प्रत्ययः भवेत्, प्रत्ययस्य प्राक् यत् भागम् अस्ति तस्य अङ्ग इति संज्ञा अस्ति. अङ्गस्य उपधायाः ह्रस्व आकारः अस्ति चेत् तस्य विषये वृद्धिः उक्तम् अस्ति अस्मिन् सूत्रे. केवलं ह्रस्व आकारस्य स्थाने एव वृद्धिः भवति यदि सः अङ्गस्य उपधायाम् अस्ति, अपि च निमित्तम् अस्ति समानं नितिनीतिपरे. सो नितिनीतिपरे स्थानद्वये वृद्धिः भवति. अन्तिम अच् वर्णस्य स्थाने, बिकास् अत्र अचः निनीति, अचो निनीति इति साक्षात् उत्तरम्, अच् वर्णस्य वृद्धिः. अत्र तु केवलम् अत् वर्णस्य वृद्धिः, सः अत् उपधायां भवेत्, तदा एव तस्य वृद्धिः भवति यदि परे कोऽपि नित्नित् प्रत्ययः अस्ति. अत्रापि पश्यतु, इको गुणवृद्धिः इत्यपि परिभाषासूत्रम्, सार्वधातुकार्धधातुकयोः इति सूत्रे न केवलं येन विधि सदन्तस्य इति सूत्रस्य आवश्यकता, अलोनन्त्यस्य इति सूत्रस्य आवश्यकता, तस्मिन् सूत्रे इको गुणवृद्धिः इति सूत्रस्य अपि परिभाषासूत्रस्य अपि आवश्यकता. किमर्थं, कारणं किं, कोऽपि वदतु. अत्र किमर्थम् इको गुणवृद्धिः इत्यस्य आवश्यकता न भवति अचोनिनीति इति सूत्रे? अत्रापि वृद्धिः इति कार्यमस्ति, गुणः कार्यं तु नास्ति, परन्तु इको गुणवृद्धिः इति सूत्रे न केवलं गुणः उक्तमस्ति, वृद्धिः अपि उक्तमस्ति. इकः स्थाने गुणः अपि च वृद्धिः. इको गुणवृद्धिः इति परिभाषासूत्रस्य कः तत्र व्याख्या, किमर्थः किमर्थं तस्य सूत्रस्य, तत्सूत्रं किं वदति? इकः स्थाने गुणः अथवा वृद्धिः भवति. अत्र तु न भवति इकः स्थाने, अत्र तु अचः स्थाने भवति. फार् अण्डर्स्टाण्डिङ्ग् द पाणिनि ग्रामर्, परिभाषा एण्ड् संज्ञासूत्रास् आर् वेरि मच् इम्पार्टेण्ट्. इवन् दो वि फील् देट् कार्यं तु विधिसूत्रेण एव भवति, परन्तु विधिसूत्रे अन्लेस् द नालेज् आफ् परिभाषा एण्ड् द संज्ञासूत्र वी डोण्ट् हेव्, वी केनाट् अप्लै द विधिसूत्रम्. सो इको गुणवृद्धिः इति सूत्रं परिभाषासूत्रम् अस्ति, तत् वदति यस्मिन् विधिसूत्रे गुणः अथवा वृद्धिः उक्तम् अस्ति, यदि तत्र स्थानी न उक्तं तदा एव इक् स्थानी भवति. गुणवृद्धिविधायकसूत्रे यदि स्थानी न उक्तं तदा इक् वर्णः तत्र स्थानी भवति. सार्वधातुकार्धधातुकयोः इति सूत्रे स्थानी न उक्तं, कस्य स्थाने सार्वधातुकप्रत्ययपरे अर्धधातुकप्रत्ययपरे गुणः करणीयम् इति न उक्तम्, अतः तत्र इको गुणवृद्धिः आगत्य सहायता करोति. अत्र गुणरूपी कार्यम् अस्ति, गुणः इति वृद्धि इति विधि अस्ति, गुणकार्यम् अस्ति, परन्तु स्थानी न उक्तम्, अतः अत्र इकः एव स्थानी भवतु। लट् दे द इक् वर्णभिदस्थानी, सो तत्र इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः, सो इकः इति यः पदम् आयाति सः इको गुणवृद्धि इति सूत्रतः आयाति। इकः स्थाने वृद्धि भवतु, गुणः भवतु सार्वधातुकप्रत्ययपरे अर्धधातुकप्रत्ययपरे, परन्तु अत्र तु स्थाने उक्तमस्ति अचः अचोणिनीति। अस्मिन् विधिसूत्रे स्थानी दत्तमस्ति, अतः अत्र इको गुणवृद्धि इत्यस्य प्रसक्तिः नास्ति, तत् परिभाषासूत्रस्य आवश्यकता एव नास्ति। अत्र यद्यपि वृद्धिकार्यम् अस्ति परन्तु स्थानी तु दत्तं, कस्य स्थाने, अतः अत्र इको गुणवृद्धि इत्यस्य प्रसङ्गः नास्ति। अत्रापि अत् उपधायाः अस्मिन् सूत्रे अपि स्थानी दत्तम्, यद्यपि कार्यं वृद्धिकार्यम् अस्ति परन्तु स्थानी तु दत्तम्, अतः तस्य सूत्रस्य सः तु स्थानी, इकवर्णः कदा स्थानी भवति, यदा तत्र कोऽपि गुणरूपी कार्यमस्ति, वृद्धिरूपी कार्यमस्ति, परन्तु स्थानी न दत्तम्, परन्तु सूत्रद्वये तु स्थानी साक्षात् दत्तम् अस्ति, अतः इको गुणवृद्धि इत्यस्य प्रसक्तिः अत्र न भवति। परन्तु सार्वधातुकार्थधातुकयोः पुगन्तलघुपदस्य च तत्र तु भवति एव इको गुणवृद्धि, तत्र इकवर्णानाम् एव वृद्धिः, सो उपधायाम् इकवर्णस्य लघु इकवर्णस्य वृद्धिः, अतः तत्र इको गुणवृद्धिः इति परिभाषासूत्रस्य आवश्यकता अस्ति, अत्र नास्ति। अत्र स्थानी साक्षात् दत्तं, सूत्रे एव दत्तं, निमित्तमपि दत्तं, सो अतः वृद्धि इति कार्यं नीतिनीतिपरे भवति, अपि च अन्तिम अचवर्णस्य भवति, अङ्गस्य अन्ते कोऽपि अचवर्णः अस्ति तस्य वृद्धिः भवति, अपि च अङ्गस्य उपधायां कोऽपि ह्रस्व अकारः अस्ति चेत् तत्र वृद्धिः भवति। अत् उपधायाः भिन्नसूत्रम्, अचोनिनीति इति भिन्नसूत्रं, सूत्रद्वयेन एव धातोः अनन्तरं यः वृद्धिकार्यं भवति तस्य कृते सूत्रद्वयमेव आवश्यकम्, यथा गुणस्य कृते सूत्रद्वयं सार्वधातुकार्धधातुकयो पुगन्तलघुपदस्य च, तथैव वृद्धिविषये अचोनिनीति इस् सिमिलर् टु सार्वधातुकार्धधातुकयोः, अत्रापि अन्तिम इकवर्णस्य वृद्धि गुणः भवति, अत्रापि अन्तिम अचवर्णस्य अङ्गस्य अन्तिम अचवर्णस्य स्थाने वृद्धिः नीतिनीतिपरे। अवगतं वा सूत्रस्य कः अर्थः? अग्रे अपि पठतु भगिनि, एतानि तु परिचित सूत्राणि, सार्वधातुक अर्धधातुक। सार्वधातुक अर्धधातुकयोः सप्तमे अध्याये तृतीयपादे चतुर् अशीति उत्तमं सूत्रं, सार्वधातुक अर्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्, उगन्तलघुपदस्य च सप्तमे अध्याये तृतीयपादे षष्ठ अशीतितमं सूत्रं, सार्वधातुक अर्धधातुकयोः परयोः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात्, सार्वधातुकम् अपि प्रथमे अध्याये द्वितीयपादे चतुर्थसूत्रं, सार्वधातुकं यत् अपि तत् णित्वत् भवति। कीदृशसूत्रमस्ति सार्वधातुक अपि? अतिदेशसूत्रम् अस्ति, सार्वधातुकार्थधातुकयोः पुगन्तलघुपदस्य च विधि, अत्र विधिः उक्तमस्ति, गुणः, गुण इति विधिः कार्यमस्ति, परन्तु सार्वधातुकम् अपित् इति अतिदेशसूत्रं, यः सार्वधातुक अपित् प्रत्ययः तस्मिन् तस्य उपरि निध्वद् निध्वम् अपि अध्यारोपिते, सः निध् इव भवति, एक्स्टेन्शन् आफ् द प्रत्ययः, सो यत् सः अपित् अपि अस्ति, सार्वधातुक अपि अस्ति, इदानीं सः निद् इव अपि भवति। सो निध्वस्य ये यानि लक्षणानि निध्वस्य सन्ति, यानि कार्याणि निद् आधारीकृत्य भवन्ति, ते सर्वाणि सार्वधातुक अपित् प्रत्ययनिमित्तीकृत्य अपि भवति. अग्रे पठतु. णिति च प्रथमे अध्याये प्रथमे पादे पञ्चसूत्रं यः प्रत्ययः गित् गित् अथवा णित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति. किमर्थं चेत् णित् अस्ति चेत् तत्र एकः स्थाने गुणः तथा वृद्धिः न भवति इति तस्य अर्थः. इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रे यत् निमित्तम् अस्ति तद् अस्ति सार्वधातुप्रत्ययः. अत्र सप्तमी द्विवचनात् पदम् अस्ति. सार्वधातुकार्धधातुकयोः द्विवचनात् पदम् अस्ति. सार्वधातुकप्रत्ययपरे अस्ति चेदपि गुणः, अर्धधातुकप्रत्ययपरे अस्ति चेदपि गुणः भवति इगन्ताङ्गस्य. परन्तु अत्र कीदृशसार्वधातुक कीदृश अर्धधातुक इति न उक्तं. सो यत्किमपि त्वाप्रत्ययः परे अस्ति चेत् सः अर्धधातुकप्रत्ययः, सो तत्र गुणः भवति स्म. परन्तु एतत् सूत्रम् आगत्य तस्य निषेधः करोति. निषेधकसूत्रम् अस्ति, विधिनिषेधकसूत्रम् अस्ति. सो बिकास् सूत्रं वदति सार्वधातुको यत्किमपि सार्वधातुकप्रत्ययः, यत्किमपि अर्धधातुकप्रत्ययः परे अस्ति तत्र इगन्ताङ्गस्य गुणः. परन्तु एतत् सूत्रम् आगत्य वदति नो, एतत् अर्धधातुक् तु कित् अथवा णित्, अत्र तु गुणस्य निषेधः. सो यद्य अथवा निमित्तीकृत्य एकस्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति. अनेन सूत्रेण न भवति. एतत् सूत्रं निषेधकसूत्रम्. कार्यस्य अत्र कार्यः निषिध्यते अनेन सूत्रेण. सो यदि प्रत्यये कित्वं गित्वम् अथवा णित्वम् अस्ति तदा तत्र कार्यं न भवति. गुणः न तु गुणः अपि च वृद्धिः न भवति. यदि कोऽपि णित् प्रत्ययः तस्मिन् कित्वमपि अस्ति नित्वम् अस्ति यत् तादृश तु प्रत्ययः नास्ति. परन्तु यदि अस्ति चेत् तत्रापि किं किनिति च सूत्रम् आगत्य वदति न, अत्र तु कार्यस्य निषेधः. किमर्थं चेत् प्रत्यये कित्वं नो चेत् णित्वं नो चेत् गित्वम् अस्ति. सो गित्वस्य प्रयोजनं तु तत्र एकमेव गस्नु इति प्रत्ययः अस्ति. प्रायशः वी विल् सी कित् प्रत्ययः आर् णित् प्रत्ययः. सो प्रत्ययकित्वम् अस्ति अथवा णित्वम् अस्ति चेत् तत्र किनिति च सूत्रस्य सूत्रेण तत्र बाधा भवति. कार्यस्य बाधा अस्ति, कार्यं न करणीयम् इति आदेशः. इदानीं तत्र अभ्यासः अस्ति. प्रत्येकं दातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु. So you have, we have to take the, these dhatu, ni dhatu, chi dhatu, then jhoti adhigana se da dhatu hu, bu adhigana se again gai dhatu hu. So they have given us some dhatus. What we have to add? The first is lat lakarasya pratham purusha ekavachanasya rupam. So we have to add lat pratyaha. Then tva pratyanta rupam. Then we have to add tva pratyaha. Nich pratyanta rupam. लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपम्. फार् वन् धातु वि विल् डु आल् दीस् कार्यास्. नी योग निच् देन् दट् निजन्ति सनादिप्रत्ययः, देट् विल् अगेन् गेट् द धातु संज्ञा. देन् वी केन् अगेन् एड् द वर्तमाने लट् इत्यादिन लट् लकारस्य. सो निजन्त लट् लकाररूपं, तुमुन् प्रत्ययान्तरूपं, धातु प्लस् तुमुन् प्रत्ययः. प्रत्येकस्यां स्थितौ धातुः कीदृशः, धातुः इगन्त वा अजन्त वा, इगन्तभिन्न लघु इगुपदधातु वा अधुपदधातु वा. अधुपदधातु इत्युक्ते अत् उपदायां यस्य सः अधुपद्. सो तस्य सः धातुः अधुपदधातुः. अत् इत्युक्ते तपरकरणं. ह्रस्व अकारः उपदायां यस्य धातोः सः अधुपदधातुः. अपि च प्रत्ययः कीदृश्यः न केवलं धातुविषये अस्माभिः परिशीलनीयं किं कीदृशधातु अस्ति इगन्तधातु वा अजन्तधातु वा लघु इगपदधातु वा अधुपदधातु वा इक् इत्युक्ते अत्र इग् इति लिखितमस्ति इगुपद् इत्युक्ते लघु इगुपद् इत्युक्ते लघु इक् वर्णः उपधायां यस्य धातोः सः लघु इगुपदधातुः सो अत्र इक् इत्यनेन इ ऊरु सो उपधायां यस्य धातोः ह्रस्व इकारः नो चेत् ह्रस्व उकारः नो चेत् ह्रस्व ऋकारः अस्ति सः लघु इगुपदधातुः उपद उपधा अपि अस्ति अत्र उपद इग् उपधायाम् अपि च तथैव प्रथमे यः प्रत्ययः वयं योजयामः सः प्रत्ययः कीदृशः सार्वधातुकं पित् वा सार्वधातुकम् अपित् वा यदि सार्वधातुक अस्ति चेत् पित् अपित् आर्धधातुक अस्ति चेत् कितनित् वा णित्नित् वा अथवा कितनित् णित्नित् भिन्न वा आर्धधातुकप्रत्ययः इति वक्तव्यं सो वी हेव् टु एक्स्प्रेस् आल् दीस् थिङ्ग्स् देन् वी हेव् टु स्टार्ट् द प्रक्रिया अत्र कीदृशकार्यमस्ति किञ्चित् समयः अस्ति अस्तु फ्रोम् दिस् ग्रूप् ऐ डोण्ट् थिङ्क् मेनि पीपल् आर् अटेण्डिङ्ग् द क्लास् ऐ डोण्ट् नो वाट्स् द प्राब्लम् अस्तु चेतना भगिनी नी धातुः विषये लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपं वदतु भगिनि धातुः नी अस्ति खलु नी दीर्घ इकारः अन्ते अस्ति जि इति ह्रस्व इकारः नी चि अपि ह्रस्व इकारः परन्तु नी धातु दीर्घ इकारः सो एतत् लौकिकरूपमेव दत्तं बेसिकलि वी शुड् हेव् यूस्ड् द स्वराङ्कितधातु पाठः फार् नी धातुः सेकेण्ड् भगिनि that way we could have णीन् प्रापणे वदतु णीन् प्रापणे इति धातुः अत्र अत्र स्वराङ्कितं दत्तं स्वरस्य विषये अत्र न दत्तं सो प्रायशः अत्र अत्र शि when we take the apadeshik dhatu there we will use the sutra by which sutra it is sorry by which sutra it is this ubhaypadi va dhatu ubhaypadi va I think I had made somewhere slide apicha dhatu ki drishya dhatu parasmaypadi va api this atmanepadi va ubhaypadi va स्वराधारीकृते एव वयम् अवगन्तुं शक्यते अपि च तस्य कृते सूत्राणि कानि तेषामपि अत्र अभ्यासः भवति स्म परन्तु इदानीं तु इदानीं वदतु अग्रिमकक्षायां पूर्वे भवती पाठयति महोदय इत् अस्ति अपि च णी अनुदात् अस्ति सूत्राणामपि अध्ययनम् आवश्यकं न भगिनि कः सूत्रं केन सूत्रेण एतत् भवति उभयपदी भवति अथवा इत् अस्ति अतः स्वरित इतः अपि च मूर्धन्यनकारः आदौ अस्ति तस्य विषये अपि प्रापणे इति धातुः अस्ति चेत् वदतु इदानीं नीन् प्रापणे इति धातुः हलन्त्यम् इति सूत्रेण यकारस्य इत् भवति तस्य लोभः भवति णी अवशिष्यते धात्वादेः नो नः इति सूत्रेण णी णी भवति तदनन्तरं णी अनुदात्त अस्ति अतः स्वरित इत्यतः एक दण्डः अस्ति कृतो अहं अत्र ण्यकारस्य इति संज्ञा अस्ति न स्वरिता णित् णित् स्वरिता इत् इत् अस्ति आमामां पदव्यवस्था अस्ति अत्र अतः उभयपदी अस्ति स्वरिता णित् कर्त्रि अभिप्राये क्रियाफले आत्मने पदम् स्वरितनित्तकर्त्री अभिप्राये क्रियाफले इत्यनेन सूत्रेण किम् उक्तमस्ति आत्मने पदम् उक्तमस्ति अनन्तरं शेषात् कर्त्री परस्मैपदम् सो स्वरितेत् धातुः णित् धातुः आत्मनेपदि प्रत्ययः स्वीकरोति कदा कर्त्री अभिप्राये क्रियाफले यदा क्रियायाः फलं कर्तारं प्रति गच्छति सो यदि इत्युक्ते तदा एव आत्मनेपदी प्रत्ययः योजनीयं तादृश अस्माकं विवक्षा अस्ति परन्तु यदि तादृशविवक्षा नास्ति क्रियायाः फलं कर्तारं प्रति न गच्छति परस्य प्रति कोऽपि अन्यस्य कृते गच्छति तदा शेषात् कर्तरि इत्यनेन तत्र तादृशस्वरितेत् इत् धातोः अनन्तरं वयं परस्मैपदिप्रत्ययः अपि योजयितुं शक्नुमः अतः उभयपदत्वम् अस्ति अस्मिन् धातौ सो एतद् धातु उभयपदि धातुः आत्मनेपदिप्रत्ययः तदा एव योजनीयं यदा क्रियायाः फलं कर्तारं प्रति गच्छति यदा क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् तत्र शेषात् कर्तरीत्यनेन परस्मैपदिप्रत्ययः योजनीयम् इति तत्र भवति सो इदानीम् अनन्तरं केन सूत्रेण नकारः नूनः धात्वादेः नूनः धात्वादे नकारः नूनः तत्र धात्वादे इत्यस्य अनुवृत्तिः अस्ति वा भगिनि अस्तु धातोः आदे मूर्धन्यनकारः अस्ति चेत् किम् दन्त्यनकारः भवति तस्य स्थाने दन्त्यनकारः भवति इदानीम् अत्र यः अत्र यः दीर्घ इकारः तत्र तु कोऽपि चिह्नं न दत्तम् अन्यट् अस्ति इत्युक्ते अत्र अनुदात् भवेत् अन्यट् अस्ति चेत् अत्र यः दीर्घ इकारः सः अनुदात् भवेत् इत्युक्ते तदा एव अन्यट् भवति न सूत्रं किम् What was the sutra for that? Upismarayatu? Idvyavastha. Ekacha upadesha anudatha. So, ekacha upadesha. Ekacha datuhu, ni datuhu, ekacha datuhu. Apicha yaha avshishta swaraha saha anudat swaraha. सो एकाच धातोः अनुदातात् इति सूत्रेण तस्य अनन्तरम् इडागमस्य निषेधः अस्ति इट् न अनिट् सो इडागमः न भवति तादृशधातुः इडागमः कस्य आगमः भगिनि स्क्रीन् गान् कान्ट् सी इट् अनिट् नास्ति चेत् अनुदात् नास्ति चेत् मम प्रश्नः कः इडागमः भवति चेत् एकवारं प्रश्नं शृणोतु इडागमः इट् इति आगमः कस्य आगमः प्रत्यस्य आगमः आर्धधातु कस्य इड् भवति आर्धधातु कस्य सेड् वलादेः आर्धधातु प्रत्यस्य इडागमः भवति इडागमः प्रत्यस्य आगमः न तु धातु आगमः धातौ आगमः न भवति प्रत्यये आगमः भवति इट् इति आगमः भवति प्रत्यय इकारस्य आगमः भवति सो इडागमः प्रत्ययस्य आगमः न तु धातोः आगमः. परन्तु यद् एकाच् अनुदात् धातोः अनन्तरं यः प्रत्ययः यद्यपि सः सेट् अस्ति तथापि तत्र इडागमस्य निषेधः भवति. निषेधकसूत्रम् अस्ति एकाच् एकाच् किं किं वट् वास् द सूत्र एकाच् उपदेशे अनुदातात् एकाच् उपदेशे अनुदातात् धातोः किम् अनुदातात् इति पञ्चमी तादृशधातोः अनन्तरम् इट् न भवति. इडागमस्य निषेधः अस्ति न इट् सो निषेधकसूत्रम् अस्ति. सो नी धातोः अनन्तरं यद्यपि सेट् प्रत्ययः योजयामः तत्र इडागमः न करणीयम्. किमर्थं चेत् नी धातुः अनिट् धातुः तत्र इडागमस्य निषेधः उक्तम् अस्ति एकाच् उपदेशे अनुदातात् इति सूत्रेण. सो नी धातुः उभयपदी धातु अपि च नी धातुः अनिट् धातुः अत्र प्रत्ययस्य इडागमः न भवितुं शक्नोति इति तस्य अर्थः. नीड् टु रिमेम्बर् आल् द सूत्रस्. इदानीं वदतु भगिनि, इदानीं नी इति लौकिकरूपम् अस्ति नी धातुः. लट्लकारः परस्मैपदी प्रथमपुरुष रूपम् अस्माकं विवक्षा अस्ति. इदानीं नियोग लट् भवति वर्तमाने लट् इति सूत्रेण लट्लकारः. हलन्त्यम् इति सूत्रेण टकारस्य इत् भवति, तस्य लोपः भवति, ल अवशिष्यते. कथम् अत्र अकारः अपि लकार उत्तरवर्ती अकारः उच्चारणार्थम् उच्चारणार्थम् अतः तस्य लोपः भवति. सः अनुनासिक अत्र स्थितं परन्तु कोऽपि प्रयोजनं नास्ति च, केवलम् उच्चारणार्थं. सि अत्र यः अल्नट् अस्ति इत्युक्ते अकारः अनुनासिक अस्ति. सो उपदेशे अजनुनासिक इत्यनेन तस्य इत्संज्ञा भवति. सो परन्तु कोऽपि प्रयोजनं न दृश्यते, अतः वयं किं वदामः तत्र अकारः उच्चारणार्थम्. अन्यथा वयं लुट् इति कथं वदामः, तत्र प्राब्लम् भवति न. सो अत्र अकारः उच्चारणे कोऽपि क्लिष्टम् उच्चारणे क्लिष्टं न भवेत्, कोऽपि प्राब्लम् न भवेत्, अतः अकारः अपि अत्र अस्ति. परन्तु तस्य कोऽपि टकारस्य प्रयोजनम् अस्ति. यः टकारः इति भवति सः टित् लकारः. सो लट् लकारः टित् लकारः, तस्य प्रयोजनम् अग्रे सूत्रेषु दृश्यते. परन्तु अकारस्य कोऽपि प्रयोजनं नास्ति, अतः वयं किं वदामः, प्रायशः अकारः उच्चारणार्थम् उच्चारणसौलभ्यार्थम् अत्र तत् स्थापितम्. इदानीं नियोग ल भवति, लस्य इति सूत्रेण ल स्थाने अस्माकं विवक्षा प्रथमपुरुषः अस्ति, अतः प्रथमपुरुष एकवचनम् अस्ति, अतः लियो नियोग तिप् भवति. तिप् प्रत्ययस्य प्रथमपुरुष अपि च एकवचनसंज्ञा केन सूत्रेण, कयोः सूत्रेण? न, वट् वास् द सूत्र वी हेव् रेड् इन् द लास्ट् सूत्र न, प्रथम मध्यम उत्तम तानि एकवचन बहुवचन तानि एकवचन द्विवचन बहुवचनानि एकशः. सो तेन एव अवगन्तुं शक्यते तिप् इति तस्य कृते एकवचनसंज्ञा अस्ति, अपि च प्रथमपुरुषसंज्ञा अस्ति, अपि च सः इदानीं परस्मैपदी प्रत्ययः योजनीयम्. अत्र नी तु उभयपदी अस्ति, परन्तु अहम् अत्र त अपि योजयितुं शक्नुमः, तिप् अपि योजयितुं शक्नुमः, यादृशविवक्षा अस्ति. वट् वास् द सूत्र फार् प्रथमम् मध्यम उत्तम? तान्येकवचन द्विवचन बहुवचनान्ति देट् इस् फार् एकवचन द्विवचन तिङ्गः त्रीणि त्रीणि प्रथममध्यमोत्तमः तिङ्गस्त्रीणि त्रीणि त्रयाणां समूहः तिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तमाः अनन्तरं तानि एकवचन द्विवचन बहुवचनानि एकशः एकशः इत्युक्ते वन् बै वन् वन् बै वन् वन् बै वन् यः त्रयाणां समूहः अस्ति तत्र वन् बै वन् एकवचन द्विवचन बहुवचन इति संज्ञा अनन्तरं पुनः मध्यं यस्य संज्ञा तत्र वन् बै वन् एकवचन द्विवचन बहुवचन इति संज्ञा इदानीं नियोग तिप् वदतु हलन्त्यम् इति सूत्रेण पकारस्य इत् भवति तस्य लोपः भवति ति अवशिष्यते तिप् सार्वधातुकम् अस्ति तिंशत् सार्वधातुके इति सूत्रेण अतः सार्वधातु पित् प्रत्य पित् प्रत्ययः कर्तरि शप् सार्वधातुके इति सूत्रेण नियोग शप् योग ति भवति शप् इति धातु अस्ति अतः कोऽपि अपवाद कर्तरि शप् इत्यस्य कृते कोऽपि अपवादः अत्र न अस्ति किमर्थं चेत् नि धातु भुवादिगणस्य अतः शप् एव तिष्ठति इदानीं हलन्त्यम् इति सूत्रेण पकारस्य इत् दशको तद्धिते इति सूत्रेण शकारस्य इत् भवति अकारः तिष्ठति सार्वधातुकम् अस्ति पित् अपि अस्ति अतः गुण कार्यं करणीयं नी इगन्तधातु अस्ति अतः गुणप्रसक्तिः अस्ति नी ने भवति केन सूत्रे सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्त अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः नियोग अयोग ति भवति नियोग अ योयवायावः इति सूत्रेण न योग अय योग अयोग ति वर्णमेलनं नयति भवति नयति इति लट् लकार प्रथमपुरुष एकवचनान्तरूपम् अस्ति इदानीं न योग नियोगत करोतु नियोगत आत्मनेपदी धातुः शक्नुमः किमर्थं चेत् उभयपदी धातुः अस्ति इदानीं ते भवति प्रथमे स्थित आत्मनेपदानां तीरे स्थित आत्मनेपदानां तीरे इति सूत्रेण तत्तु तृतीयसोपानम् इदानीं त इति प्रत्ययः कीदृशप्रत्ययः अनुबन्धानां निष्कासनं करोतु किमपि नास्ति त एव तिष्ठति कोऽपि अनुबन्धवर्णः नास्ति अतः त एव तिष्ठति अपि च त इति प्रत्ययः कीदृश तस्य स्वभावः कः तिङ् अस्ति परन्तु पित् नास्ति सार्वधातुक् अस्ति परन्तु सार्वधातुक् अपित् अस्ति अपित् अस्ति अतः सार्वधातुक् अस्ति चेत् प्रथमे किं करणीयम् इगन्तधातोः अनन्तरम् इत्युक्ते धातोः अनन्तरं सार्वधातुक् प्रत्ययः सो किं किं किं करणीयम् अत्र कर्तरिषप् सार्वधातुके करोतु नियोग शप् योगत नियोग अयोगत इदानीं शप् सार्वधातुकं पित् अस्ति अतः गुणकार्यं भवति अतः नेयोग अयोगत भवति न इचूय वाया वा इति सूत्रेण न य त न य त इदानीं स्थित आत्मनेपदानां तेरे नय इति अङ्गं तप्रत्ययस्य कृते नय इति अङ्गं तप्रत्ययस्य कृते नय इति अङ्गं तप्रत्ययः त इति लट् स्थाने त अस्ति लट् टित् अस्ति लट् लकारः टित् लकारः सूत्रमस्ति टित आत्मनेपदानां तेरे टि संज्ञक भागस्य ए आदेशः टि टि इति संज्ञा अस्ति व्याकरणशास्त्रे टि इति संज्ञा टि संज्ञा अस्ति सो टि संज्ञायाः सूत्रमस्ति अन्तिम अल् अनन्तरं यत् भागं तस्य टि संज्ञा अन्ते अन्ते अन्ते मनि सूत्र अचो अन्त्यादि टि सो अन्तिम अच् अनन्तरं यत् भागः तस्य टि इति संज्ञा आदि अपि अस्ति अन्त अपि अस्ति किम् अर्थं महोदय अचो अन्त्यादि अचो अन्त्यादि टि इति सूत्रे तत् यः अन्तिम अच् अनन्तरं यत् भागः तत् आरभ्य तत् अच् इन्क्लूडिङ्ग् देट् अच् इत्यादि सो सः यस्य भागस्य आदिं वर्णः सः अच् वर्णः कः अच् वर्णः यः शब्दसमूहस्य अन्तिम अस्ति इत्युक्ते सपोज् इस् दिस् स्क्रीन् गोयिङ्ग् अगेन् अण्ड् अगेन् ऐ डोण्ट् नो सी स आतां च सेकेण्ड् प्रत्यय त आतां च त आतां च अचो अत्र टि भागः कः इति वदामः चेत् आम् इति भागः सम्पूर्ण आम् स्थाने तत्र किं तस्य टि संज्ञा अस्ति अन्तिम् अच् अन्तिम् इत्युक्ते अन्तिम् अच् पर्यन्तं यत् भागं तत् न तत् इन्क्लूडिङ्ग् यस्य भागस्य सः अच् वर्णः यः अन्तिम अच् वर्णः सः आदौ अस्ति तस्य टि इति संज्ञा अचो अन्त्यादि टि इत्यनेन यः यस्य भागस्य अन्तिम अच् पर्यन्तं यत् भागं तत् न तत् आरभ्य तस्य भागस्य सः अच् वर्णः आदौ भवेत् तथैव त इति प्रत्यये अत्र केवलम् अकारः अन्ते अस्ति सो केवलम् अकारस्य एव टि संज्ञा सिमिलर्ली सपोज् थास् इति प्रत्ययः सो त आतां ज थास् आथां द्वं थास् इति प्रत्यये अन्तिम अचवर्णः अत्र एकमेव अचवर्णः अस्ति सः एव अन्तिम अचवर्णः सः एव आदिम अचवर्णः सो अन्तिम अच् अनन्तरं यद् भागं तस्य न सकारस्य न तस्य भागस्य सः अन्तिम अच् आदौ भवेत् आदिसहित् तत् अच् सहितं यद् भागं तस्य टि इति संज्ञा सो अत्र आस् इत्यस्य कृते टि इति संज्ञा किमपि प्रत्ययः नयामः चेत् अन्तिम अच् यः अस्ति तत् इन्क्लूडिङ्ग् अनन्तरं यत् सर्वम् अस्ति तस्य टि इति संज्ञा सो टित आत्मनेपदानां टेरे इत्यनेन यः टि संज्ञक भागः तस्य एकारादेशः सो अत्र त इति प्रत्यये टि भागः कः अकारः सो त तथैव तिष्ठति त रिमेन् तेर् अकारस्य स्थाने एकारादेशः भवति बिकास् लट् लकार इस् अ टित् लकार एतत् आदेशः केवलं टित् लकारेषु एव भवति लट् लोट् अपि च लृट् अपि च चतुर्थ लकारः कः लिट् लिट् लकारः सो चत्वारि लकारः टित् लकारः अन्ये षट् लकारः णित् लकारः णित् लकारेषु भिन्नप्रयोजनम् अस्ति सर्वेषु टित् लकारेषु टी भागस्य एकारादेशः भवति प्रत्ययेषु प्रत्ययः टी भागः तस्य एकारादेशः भवति सो ट बिकम्स् ते नयते इति रूपं नय इति अङ्गं त प्रत्ययस्य कृते टिता आत्मनेपदानां टेरे इत्यनेन ते नयते इति आत्मनेपदीरूपम् एतत् अन्तिमे करणीयं वा आम् किं ते भवति खलु टितात्मनेपदानां तीरे सूत्रेण अन्ते करोतु तत्र गुट्टिता आत्मनेपदानां टेरे सपात् सप्तध्यायम् एव अस्ति अतः कोऽपि तत्र त्रिपादि पूर्वत्र सिद्धम् इत्यस्य कोऽपि तत्र प्रयोजनं नास्ति अतः आदौ कुर्मः वा अन्ते कुर्मः तत्र किमपि न भवति परन्तु यः त्रिपादिसूत्रम् अस्ति तत्र अस्माभिः चिन्तनं करणीयम् किमर्थं चेत् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति परसूत्रं पूर्वे एव तेन कार्यं कुर्मः चेत् तत् असिद्धं भवति अतः अन्ते करणीयं यदि त्रिपादिसूत्रम् अस्ति एकवारम् एतत् अभ्यासम् एकवारं गृहकार्यरूपेण पठतु पुनः एतस्य विषये अग्रिम कक्षायां चिन्तनं कुर्मः इदानीं तु समयः भवत् कोऽपि प्रश्नः अस्ति वा एतावता अस्तु शान्तिमन्त्रं पठामि अत्र जगदीश महोदय अस्ति वा जगदीश महोदय शान्तिमन्त्रं पठति वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमेव वशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः धन्यवादः महोदय धन्यवादः धन्यवादः धन्यवादः नमस्कारः